अस्तु, तर्हि अस्माकं शब्दाभ्यासः प्रवर्तमानः अस्ति खलु. इदानीं मुनिशब्दं वदति वा? मुनिः, मुनि, मुनयः, मुनिं, मुनि, मुनीन्, मुनिना, मुनिभ्यां, मुनिभिः, मुन्ये, मुने. चतुर्थी एकवचनं सुब्रह्मण्य महोदय साहाय्यं करोति वा? चतुर्थी मुनिशब्दस्य चतुर्थी एकवचनम्? मुनये, मुनये, मुनिभ्यां, मुनिभ्यः, मुनेः, मुनिभ्यां, मुनिभ्यः, मुनेः, मुन्योः, मुनिषु, मुनौ, मुन्योः, मुनीनां, षष्ठी, मुनेः, मुन्योः, मुनीनां, सप्तमी, मुनौ, मुन्योः, मुनिषु. तत्र षष्ठी बहुवचने अस्ति, षष्ठी मुनीनां, मुनीनां. तत्र दीर्घिकारः अस्ति खलु? मुनीनां, मुनीनां. अस्तु, तर्हि इदानीं ध्वनिः. ध्वनिः, ध्वनि, ध्वनयः, ध्वनिं, ध्वनि, ध्वनीन्, ध्वनिना, ध्वनिभ्यां, ध्वनिभिः, ध्वनये, ध्वनिभ्यां, ध्वनिभ्यः, ध्वनेः, ध्वनिभ्यां, ध्वनिभ्यः, ध्वनेः, ध्वन्योः, ध्वनीनां, ध्वनेः, ध्वन्योः, ध्वन्योः, ध्वनेषु, ध्वनिषु, ध्वनिषु, ध्वनिषु. षष्ठी बहुवचने ध्वनीनां, तत्र दीर्घकारः अस्ति खलु? ध्वनीनां, ध्वनीनां, ध्वनीनां. सम्यक् अस्तु. कूपी, कूपी, कूपी, कूप्यौ, कूपी, क्षम्यतां, कूपी, कूप्यौ, कूप्यः, कूपीं, कूप्यौ, कूपीः, कूप्या, कूपीभ्यां, कूपीभिः, कूपीभ्यां, कूपीभ्यां, कूपीभ्यां, कूपीभिः. चतुर्थी, कूप्यै, कूपीभ्यां, कूपीभ्यां, भ्यां, कूपी, कूपीभ्यः. पञ्चमी, कूप्याः, कूपी, कूपीभ्यां, कूपीभ्यः. षष्ठी, कूप्याः, कूप्योः, कूप्योः, कूपीनां. सप्तमी, कूप्यां, कूप्योः, कूपीषु. तथैव अस्ति. सम्यक्. हस्तिपकः, हस्तिपकः, हस्तिपकः, हस्तिपकः, हस्तिपकः, हस्तिपकाः. न, हस्तिपकः न, हस्तिपक मूलशब्दः अस्ति. हस्तिपक, हस्तिपकः विसर्गः प्रथमः वक्तव्यः. हस्तिपकः, हस्तिपकौ, हस्तिपकाः, हस्तिपकं, हस्तिपकौ, हस्तिपकां, कस्तिपकान्, हस्तिपकाय, हस्तिपकेन, हस्तिपकाभ्यां, हस्तिपकैः, हस्तिपकाय, हस्तिपकाभ्यां, हस्तिपकेभ्यः, हस्तिपकात्, हस्तिपकाभ्यां हस्तिपकेभ्यः हस्तिपकस्य हस्तिपकयोः हस्तिपकानां हस्तिपके हस्तिपकौ रामे द्विवचने हस्तिपकयो हस्तिपकेषु बहु सम्यक् अस्ति महोदय बहु सम्यक् अस्ति अस्तु सिक्थवर्तिका पुनः सिक्थवर्तिका सिक्थवर्तिका सिक्थवर्तिका सिक्थवर्तिके सिक्थवर्तिका सिक्थवर्तिके सिक्थवर्तिकाः सिक्थवर्तिकां सिक्थवर्तिकां सिक्थवर्तिके सिक्थवर्तिकाः सिक्थवर्तिकया सिक्थवर्तिकाभ्यां सिक्थवर्ति सिक्थवर्तिकाभिः काभिः का विभक्तिः अस्ति विभक्तिः का चतुर्थी सिक्थवर्तिकाभ्यां सिक्थवर्तिकाभ्यः पञ्चमी सिक्थवर्तिकाभ्यां सिक्थवर्तिकाभ्यः सिक्थवर्तिकानां सप्तमी सिक्थवर्तिका कायां सिक्थवर्तिकायोः कयोः सिक्थवर्तिकयोः सिक्थवर्तिकासु बहु सम्यक् अस्ति परिधिः परिधिः इकारान्त ह्रस्वइकारान्त ह्रस्व इकारान्त पुंलिङ्गशब्दः मुनिः वत् परिधिः मुनिवत् मुनिवत् परिधिः परिधि परिधयः परिधिं परिधि परिधीन् परिधिना परिधिभ्यां परिधिभिः परिधये परिधये परिधिभ्यां परिधिभ्यः परिध्याः परिधिभ्यां एकवचने परिधयेः परिधये चतुर्थी एकवचनं परिधये परिधिभ्याम् परिधिभ्यः परिधेः परिधिभ्याम् परिधिभ्यः परिधेः परिधोः परिधीनाम् परिधौ परिधोः अस्ति वा परिध्यो परिध्यो अस्ति खलु परिध्योः षष्ठी परिधेः परिध्योः परिधीनाम् परिधौ परिध्योः परिधिषु अस्तु मधुमक्षिका मधुमक्षिका मधुमक्षिका मधुमक्षिके मधुमक्षिकाः मधुमक्षिकाम् मधुमक्षिके मधुमक्षिकाः मधुमक्षिकया मधुमक्षिकाभ्याम् मधुमक्षिकाभिः मधुमक्षिकायै मधुमक्षिकाभ्याम् मधुमक्षिकाभ्यः मधुमक्षिकाभ्याः मधुमक्षिकाः पञ्चमी बहुवचनं समीचीनमेव पुनः वदतु पञ्चमी बहुवचनं मधुमक्षिकायाः लतायाः मधुमक्षिकाभ्याम् मधुमक्षिकाभ्यः मधुमक्षिकायाः मधुमक्षिकायै मधुमक्षिकयोः पञ्चमी बहुवचनं मधुमक्षिकयोः षष्ठी बहुवचनं मधुमक्षिकानां समीचीनमेव मधुमक्षिकानां तत्र नत्वमस्ति न वा मधुमक्षिकानां रेप नास्ति किं निमित्तमस्ति न वा रेपः नास्ति किन्तु मूर्धन्यषकारः तत्र णत्वं यत्र णत्वं निमित्तं णत्वस्य निमित्तं किं किम् अस्ति रेफः अथवा अपि च कृष्णरिकारः रेफः अपि च मूर्धन्यषकारः मूर्धन्यषकारः खलु तत्र दन्त्यषकारः तालव्यषकारः मूर्धन्यषकारः अत्र मधुमक्षिका ककारे मूर्धन्यषकारः अस्ति खलु मूर्धन्यककारे ककारे मूर्धन्यषकारः अस्ति लिखतु संयुक्ताक्षरमस्ति ककारे मूर्धन्यषकारः अस्ति लिखतु मधुमक्षिका अत्र मधुमक्षिका अत्र ककारे मूर्धन्यषकारः तु अस्ति अत्र षकारः अस्ति मूर्धन्यषकारः नो चेत् कः सकारः अस्ति दन्त्यसकारः अस्ति वा अयं मूर्धन्यषकारः मूर्धन्यषकारः अस्ति न न अत्र संस्कृत हिन्दीभाषायाः वार्ता नास्ति अत्र देवनागरीलिपियं एकवर्णः पश्यामि न न अत्र अत्र संयुक्तवर्णः अस्ति द्वयोः वर्णयोः संयोजनमस्ति अत्र द्वयोः वर्णयोः संयोजनमस्ति अत्र ककारः अस्ति संस्कृतभाषायाम् एकं सूत्रमस्ति आदेशप्रत्यययोः आदेशप्रत्ययोः इति सूत्रं वदति यत् तत्र सकारादिप्रत्ययः अस्ति चेत् अनन्तरं कवर्गः तस्मात् पूर्वं सकारस्य स्थाने मूर्धन्यषकारः भवति मूर्धन्यषकारः अत्र न कोऽपि सन्देहः तत्र तेलुगुभाषायां भिन्नम् अस्ति वा Writing is different. Telugu we write correct. Ka and sha. Murjanya shakara means shatika. Sha. Sha. Shashti. Sha. Murjanya shakara ha nama. Krishna. Krishna. Krishna shakara. Aham na avagachani. Atra shakara murjanya shakara ha na shotavyo. I couldn't hear the sound. Makshika. Makshika. Makshika. अत्र तालव्यषकारः नास्ति अत्र श ह्र तालव्यषकारः मूर्धन्यषकारः मक्षिक मक्षिक मक्षिक षकारः अस्ति अत्र खलु अत्र अत्र तर्हि षष्ठीभक्ति बहुवचने मक्षिकाणां यतोहि तत्र षकारः अस्ति इदानीं मध्ये बाधा अस्ति न वा नास्ति के के वर्णाः सन्ति मक्षि ककारः अस्ति ककारबाधा अस्ति वा चाटातवर्गे बाधा अस्ति सम्यक् अस्ति सम्यक् अस्ति तत्र बाधा नास्ति अहं सम्यक्तया न अवगच्छामि अहम् अवगच्छामि एतत् शब्दः अस्ति एषः शब्दः अस्ति किन्तु अयं शब्दः एषः शब्दः एषः शब्दः अस्ति किन्तु एवम् आसीत् चेत् मधुका मधुमक्का तैः मधुमक्का नाम अथवा मधुमक्का नाम न यदि यदि यदि अयं यदि एषः वर्णः नास्ति तर्हि न भवति अणा न भवति सो मधुमका नाम एवं भविष्यत् धन्यवादः कारणमस्ति क्ष इति कारणमस्ति मधुमक्षिकायां मधुमक्षिकायै मधुमक्षिकासु समीचीनमस्ति अस्तु अस्तु ऋषिः भगिनि ऋषिः ऋषिः ऋषि ऋषयः ऋषिं ह्रस्वीकारः दीर्घकारः वा ऋषिमिति ह्रस्वीकारः दीर्घः दीर्घकारः वा ऋषिः दीर्घ द्वितीय द्वितीयविभक्ति दीर्घ अस्ति ऋषि द्वितीयविभक्ति एकवचने ओ नो ऋषिं ऋषिं ऋषिं दीर्घ अस्ति वा नूतनसमाचारः मुनिम् अस्ति वा मुनिः मुनि मुनयः मुनिम् ओ मुनि नास्ति न न मुनिं ऋषिं ऋषि ऋषिन् ऋषिन् तत्र दीर्घकारः अस्ति वा नास्ति अस्ति पुनः वदतु ऋषिः ऋषि ऋषयः ऋषिं ऋषि ऋषीन् मुनये ऋषये तृतीय ऋषिणा ऋषि ऋषिणत्वम् अस्ति न वा ऋषिणा किमर्थम् रा अस्ति मध्ये किमपि नास्ति रेपः अति वा निमित्तं किम् अत्र तत्र निमित्तं निमित्तानि कानि ऋणत्वस्य कृते निमित्तानि कानि अपि च कृष्णरिकारः रेपः मूर्धन्यषकारः ऋषिः ऋषिः इदानीं रेपः मूर्धन्यषकारः ह्रस्वीकारः दन्तीनकारः खलु इति अस्ति. इदानीं रेफः नत्यस्य नकारस्य णत्वस्य निमित्तम् अस्ति. रेफः रेफ तु अस्ति, रेफस्य अनन्तरं मूर्धन्यषकारः अस्ति. मूर्धन्यषकारः बाधा अस्ति न वा? नास्ति. बाधा अस्ति. सत्यं सत्यं. किन्तु अत्र तत्र वर्गीयव्यञ्जनानां विषयः, नाम कवर्गः, चवर्गः, टवर्गः, तवर्गः, पवर्गः इति तत्र विषयः अस्ति. इति तत्र विषयः अस्ति. इदानीं दन्त्यसकारः, तालव्यषकारः, मूर्धन्यषकारः इति व्यवधानम् अस्ति एव. व्यवधानं नाम बाधा. बाधा अस्ति नाम रेफः निमित्तमस्ति, किन्तु मध्ये षकारः अस्ति. तस्य रेफस्य कृते षकारः बाधा अस्ति, किन्तु मूर्धन्यषकारः स्वयं निमित्तमस्ति. अवगतम्? प्रथमरेफः अस्ति चेत् तृतीय मूर्धन्यश् अस्ति चेत् तदा णित्वं नास्ति, किन्तु णत्वं नास्ति. किन्तु रेफः नासीत् परन्तु ष् एव आसीत्, तर्हि मूर्धन्यश् एव स्वयम् आसीत्, तर्हि णित्वम् अस्ति. सत्यं नाम रेफः अपि निमित्तमस्ति, कारणं रेफः णत्वस्य कारणमस्ति, किन्तु बाधा षकारः अस्तु. ऋषि, तर्हि अत्र ऋषिशब्दः अस्ति, ऋषिशब्दः अस्ति. अत्र अग्रे नकारः भविष्यति, नकारः भविष्यति. इदानीम् अयं ऋकारः, कृष्णऋकारः नकारस्य अणत्वस्य कारणम् अस्ति, निमित्तम् अस्ति, किन्तु मध्ये षकारः बाधा अस्ति, बाधा अस्ति. अतः ऋकारः नकारस्य णत्वस्य कारणं न भवितुं शक्नोति, किन्तु षकारः स्वयं निमित्तमस्ति, स्वयं निमित्तमस्ति. अतः षकारस्य कारणेन नकारस्य स्थाने नकारः भवति. दन्त्यसकारः, तालव्यषकारः, मूर्धन्यषकारः, त्रीणि सकारः बाधा बाधा. किन्तु मूर्धन्यषकारः स्वयं निमित्तमस्ति, स्वयं निमित्तं. दन्त्यसकारः निमित्तं नास्ति, तालव्यषकारः निमित्तं नास्ति. अस्तु, तृतीय एकवचनं. ऋषिणा ऋषिभ्यां ऋषिभिः ऋषये ऋषिभ्यां ऋषिभ्यः ऋषिभ्यां ऋषिभ्यः षष्टि एकवचनं. पञ्चमी एकवचनं षष्टि एकवचनं समानं खलु? ऋषेः ऋषयो ऋषौ ऋषयोः मुनि इत्यस्य षष्ठी द्विवचनं मुनयो किमस्ति मुन्योः ऋष्योः ऋषीणां ह्रस्विकारः दीर्घिकारः वा मुनीनां तत्र इकारः ह्रस्वः दीर्घः वा मुनीनां दीर्घः ऋषयो षष्ठी बहुवचनं किमस्ति मुनीनां ऋषि ऋषीणां नत्वम् अस्ति न वा अस्ति अस्तु ऋषीणां ऋषयो ऋषयो किं सप्तमी ऋषिषु भवान् उक्तवान् अत्र रेपः अस्ति रेपः अस्ति चेत् ष अनन्तरम् आगच्छति चेत् बाधः भवति बाधा भवति तर्हि ऋषीणां किमर्थम् षकारः स्वयं निमित्तम् अस्ति रेपं प्रति षकारः बाधा अस्ति अतः अत्र रेपः स्वयं कृष्णऋकारः स्वयं नकारस्य णत्वस्य कारणं न भवितुमर्हति किन्तु षकारः कारणमस्ति तु ऋषिः किमर्थं बाधः अस्ति ष अस्ति चेत् किमर्थं बाधा इति कोऽपि प्रष्टुमपि न शक्नोति किमर्थं नाम किमर्थं ये वर्णाः बाधकाः सन्ति ते तु बाधकाः सन्ति एव किन्तु why is it relevant then you just have the sh and regardless if there's a na afterwards it becomes a na na प्रश्नः अस्ति यत् नकारस्य णत्वमस्ति तस्य कारणं किम् इति कारणमस्ति ओ अस्ति एव अत्र ऋकारः कारणं नास्ति इदानीम् अस्तु सम्यक् अस्तु तर्हि इदानीं कपिः वदतु कपिभ्यां कपिभिः कपिये कपिये कपे किमस्ति कपये कपिभ्यां कपिभ्यां पञ्चमीयकवचनं कपिये कपेः कपिभ्यां कपिभ्यः कपेः षष्ठी कपिभ्यां द्विवचनं कप्योः कपीनां कपेः कपौ कप्योः कपीसु कपीसु कपीषु कपीषु कपीषु तत्र तालव्यषकारः मूर्धन्यषकारः द्वयोः उच्चारणं समानं नास्ति. तालव्यश्च दन्त्यस्स तालव्यश्च मूर्धन्य ष. मूर्धा अस्ति खलु, मूर्धा. मूर्धा नाम मूर्धा इत्युक्ते मूर्धा. मूर्धा नाम सर्वोपरि भागः, शिरः, राजा. तत्र पृष्ठभागे नाम दन्त्यसकारः, अत्र दन्तः अस्ति खलु. जिह्वा नाम जिह्वा कुत्र भवति? पुरतः आगच्छति जिह्वा. स दन्त्यसकारः तालु, तालु अस्ति खलु अत्र. तालु अस्ति, तालव्यः. तत्र श, श किञ्चित् पृष्ठ, किञ्चिदेव पृष्ठभागः श. मूर्धन् मूर्धा तु यत्र साफ्ट् पालत् अस्ति पृष्ठभागे, पूर्णतया पृष्ठभागे अस्ति. ष ष ष पृष्ठभागे अस्ति ष. अतः किं कपिषु, कपिषु तथा कपिषु तादृश तत्र अभ्यासः अपेक्षितः, तत्र भेदः अस्ति. कपि कपिषु अस्तु. तर्हि ह्रस्वइकारस्य ह्रस्वइकारान्तस्य शब्दस्य अभ्यासः अपेक्षितः इति. तर्हि इदानीं पुल्लिङ्गे ह्रस्व अकारान्त शब्दः देह देवशब्दः, अनन्तरं स्त्रीलिङ्गे दीर्घकारान्त नदीशब्दः, दीर्घाकारान्त लताशब्दः, ह्रस्व अकारान्त वनशब्दः, नपुंसकलिङ्गशब्दः, अनन्तरं पुल्लिङ्गे मुनिशब्दः, ह्रस्वीकारान्त. इदानीं स्त्रीलिङ्गे मतिशब्दः, स्त्रीलिङ्गे मतिशब्दः. तत्र भेदः कश्चनैव भेदः. यदि मुनिः, यदि मुनिशब्दं वयं जानीमः, मुनिशब्दं जानीमः, तर्हि मतिशब्दः सुलभः अस्ति. जानाति वा? तत्र तृतीयविभक्ति एकवचने भेदः अस्ति, द्वितीयविभक्ति द्वितीयविभक्ति बहुवचने भेदः अस्ति. भेदः कुत्र कुत्र अस्ति इति, मुनिशब्दस्य बहुवचन द्वितीयविभक्तिरूपं किं? मुनिशब्दः बहुवचने द्वितीयविभक्तौ मुनीन्. मतिशब्दः न, न ऋकारशब्दः नास्ति. मतीः इदानीं स्त्रीलिङ्गशब्दः. द्वितीयविभक्ति बहुवचने मतीः, तृतीयविभक्ति एकवचने मत्या, मुनिशब्दः मुनिना, मुनिना. मतिशब्दः मत्या. तर्हि द्वितीयविभक्ति बहुवचने, तृतीयविभक्ति एकवचने, भेदः. अनन्तरं चतुर्थीविभक्तिः, चतुर्थी पञ्चमी षष्ठी सप्तमी एकवचने, चतुर्थी पञ्चमी षष्ठी सप्तमी एकवचने विकल्पेन, नदीशब्दवत् अथवा मुनिशब्दवत्. नदीशब्दस्य चतुर्थी एकवचने रूपं किं? नद्यै. नद्यै मुनि मत्यै मुनि मुनि मुनये मुनये मुनये. तर्हि नद्यै मुनये मतिशब्दस्य विकल्पेन रूपद्वयमस्ति, मत्यै मतये. चतुर्थी पञ्चमी षष्ठी सप्तमी विकल्पेन मुनिशब्दवात् नदीशब्दवात्. स्त्रीलिङ्गशब्दः किन्तु नाम अहं वदामि यत् एकस्मिन् पक्षे स्त्रीलिङ्गदीर्घिकारान्त नदीशब्दवात् अथवा मतिशब्द, मतिशब्द तु ह्रस्वीकारान्त अस्ति, नदीशब्द इव नास्ति ह्रस्वीकारान्त तु. अतः एकस्मिन् पक्षे यथा ह्रस्वीकारान्त पुल्लिङ्ग मुनिशब्दः अस्ति तथा, अथवा अपरस्मिन् पक्षे यथा नदीशब्दः अस्ति. कुत्र? चतुर्थी पञ्चमी षष्ठी सप्तमी एकवचने. तर्हि मत्यै मतये पञ्चमी मतेः अथवा नदी मत्याः, मत्याः Matehi Matyaha. Shashti? Matyaha. Matehi Matyaha. Saptami? Matyam. Matyam. Matau. Matau. Iti tavat bedhasti muni shabdasya. Dvitiya bahuvachane, tritiya ekavachane, anantaram chaturti panchami shashti saptami ekavachane. Tavat eva, karyam samaptam. Asmin saptahe tatra paryantam. Astu? Astu, idanim sankhya. Sankhya vayam kirtvantaha trimshat paryantam. Vadatu. Ekam. Dve. Trini. Chatvari. Panche. Shat. Sapta. Ashta. Nava. Dasha. Ekadasha. Dvadasha. Trayodasha. Chaturdasha. Panchadasha. Shodasha. Saptadasha. Ashtadasha. Navadasha. Vimshatihi. Ekavimshati. Dvavimshati. Dvavimshati. Dvavimshatihi. Dvavimshati. Trivimshatihi. Trayovimshatihi. Trayovimshatihi. Chaturvimshatihi. Panchavimshatihi. Shodavimshatihi. Shadvimshatihi. Saptavimshatihi. Ashtavimshatihi. Navavimshatihi. Trimshat. Okay, tavadeva vayam kritvah. Tavadeva vayam kritvah. Astu, idanim tadanantaram pashyama. Page 58. Astu, trimshat paryantam vayam drishtvantah. Khalu. Astu, astu, vadamaha, eka trimshat. Dva trimshat. Dva trimshat. Trayas trimshat. Trayas trimshat. Chatus trimshat. Pancha trimshat. Shat trimshat. Sapta trimshat. Ashta trimshat. Nava trimshat. Chatvarinshat. Tari atra kim asti? Tatra 22 iti kim asti? Dvavimshatihi. Dvavimshatihi. 32? Dvatrimshat. Dvatrimshat. Samanamasti. Dva. Iti antimamasti. Dvatrimshat. Tarantram? Dvi. Tarantram. 42 iti? Dvichatvarimshat. Dvichatvarimshat. Tatra pratyekam shabdasya ekam mula rupamasti. Yatha devaha devo devaha. Mula shabdasi deva. Deva. Atra mula shabdasi dvi. Pratipadiga mula rupam. Dvi. Atra. Dvi. Dvi iti mula rupamasti. Dva dva tatra dubinamasti. Kintu itaha agre sarvatra dvi asti. Asti. Tari dva asti, 32 paryantam dva. Apicha pashyantu atra atra 26 pashyantu. 16 shodasha. 26 tatra da asti, shada. Kintu tadanantaram shat asti. Sarvatra shat asti agre. Shat trimshat. Shat trimshat. Shat trimshat asti. Anantaram ashta. Tatra 18 iti? Ashta. 28? Ashta trimshat. 38? Ashta trimshat. Ashta trimshat. Tadantaram ayam a iti samatam asti. 48? Ashta chatvarimshat. Ashta chatvarimshat. 38 paryantam ashta asti. Iti asti. Ashta. Iti bhedaha santi. Nama dva dve. Kutra kutra asti dva dve. Apicha anantaram shat shad. Kutra asti shat shad iti manasi syat. Apicha ashta ashta. Iti manasi bhavet. Apicha trini api asti tatha. Nama dva dva anantaram chat dvi chatvarimshat. Mula shabda asti dvi. Tathaiva tri api tatha asti. Tri. त्रि चत्वारिंशत् इत्यस्य आरभ्य त्रि सर्वत्र अस्ति. त्रि चत्वारिंशत्, त्रि पञ्चाशत्, त्रि षष्टिः, सर्वत्र त्रि. किन्तु 23 33 पर्यन्तं कश्चन भेदः अस्ति. 32-33 33 तदनन्तरं 44 इति अस्मात् आरभ्य सर्वं 2-3 सर्वत्र 2-3 सर्वत्र अस्ति. असत्यं तत् अस्ति न, किन्तु तत्तु सन्धिः अस्ति तावदेव. तत्र अशीतिः अस्ति, सर्वत्र हलादिसङ्ख्याः सन्ति हलादि, किन्तु तत्र अजादि अस्ति अशीतिः. अच् नाम स्वरः अस्ति आरम्भे, अतः सन्धिः अस्ति. अष्टा नास्ति, अष्ट प्लस् अशीतिः अष्टाशीतिः. अद्य पञ्चाशत् पर्यन्तं पश्येम. तर्हि चत्वारिंशत् वदन्तु. चत्वारिंशत् एकचत्वारिंशत्, द्विचत्वारिंशत्, त्रिचत्वारिंशत्, चतुश्चत्वारिंशत्, पञ्चचत्वारिंशत्, षट्चत्वारिंशत्, सप्तचत्वारिंशत्, अष्टचत्वारिंशत्, नवचत्वारिंशत्, पञ्चाशत्. तर्हि अत्र 40 इत्यस्मारभ्य सर्वं रेग्युलर् भवति, रेग्युलर् भवति, साधारणं भवति. असामान्यमस्ति 40 पर्यन्तं, किञ्चित् असामान्यमस्ति. सर्वं सामान्यं भवति तदनन्तरं. अस्तु, तर्हि कुर्मः एकवारं. 30 भगिनि, सन्ध्या भगिनि, 30 एक एकत्रिंशत्, द्वात्रिंशत्, द्वात्रिंशत्, त्रयस्त्रिंशत्, चतुस्त्रिंशत्, पञ्चत्रिंशत्, षट्त्रिंशत्, सप्तत्रिंशत्, अष्टत्रिंशत्, अष्टात्रिंशत्, नवत्रिंशत्, चत्वारिंशत्, एकचत्वारिंशत्, चतुश्चत्वारिंशत्, पञ्चचत्वारिंशत्, षट्चत्वारिंशत्, सप्तचत्वारिंशत्, अष्टचत्वारिंशत्, नवचत्वारिंशत्, एकत्रिंशत्, द्वात्रिंशत्, त्रयस्त्रिंशत्, चतुस्त्रिंशत्, पञ्चत्रिंशत्, सप्तत्रिंशत्, अष्टात्रिंशत्, त्रिंशत्, नवत्रिंशत्, चत्वारिंशत्, एकचत्वारिंशत्, द्विचत्वारिंशत्, त्रिचत्वारिंशत्, चतुश्चत्वारिंशत्, पञ्चचत्वारिंशत्, षट्चत्वारिंशत्, सप्तचत्वारिंशत्, अष्टचत्वारिंशत्, नवचत्वारिंशत्, पञ्चाशत्, त्रिंशत्, एकत्रिंशत्, द्वात्रिंशत्, त्रिंशत्, चतुस्त्रिंशत्, पञ्चत्रिंशत्, षट्त्रिंशत्, सप्तत्रिंशत्, अष्टात्रिंशत्, अष्टात्रिंशत्, नवत्रिंशत्, चत्वारिंशत्, एकचत्वारिंशत्, द्विचत्वारिंशत्, त्रिचत्वारिंशत्, चतुश्चत्वारिंशत्, पञ्चचत्वारिंशत्, षट्चत्वारिंशत्, सप्त चत्वारिंशत् अष्ट चत्वारिंशत् नव अष्ट चत्वारिंशत् नव चत्वारिंशत् पञ्चाशत् तत्र मनसि स्यात् चतुस्त्रिंशत् चतुश्चत्वारिंशत् नाम शब्दः अस्ति चतुः चतुः इति शब्दः चतुः चतुः प्लस् त्रिंशत् तत्र विसर्गस्य स्थाने सकारः भवति चतुस्त्रिंशत् चतुस्दन्त्यसकारः चतुस्त्रिंशत् तत्र चत्वारिंशत् तत्र मूर्धन्यचकारः अस्ति अतः विसर्गस्य स्थाने तालव्यषकारः भवति चतुश्चत्वारिंशत् चतुस्त्रिंशत् चतुश्चत्वारिंशत् इति भेदः अस्ति अस्तु एकम् एकं द्वे त्रीणि चत्वारि पञ्च षट् अष्ट अष्ट सप्त सप्त अष्ट नव दश एकादश द्वादश त्रयोदश पञ्च चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश विंशतिः एकविंशतिः द्वाविंशतिः त्रयोविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः नवविंशतिः त्रिंशत् एकत्रिंशत् द्वात्रिंशत् त्रयस्त्रिंशत् चतुस्त्रिंशत् पञ्चत्रिंशत् षट्त्रिंशत् सप्तत्रिंशत् अष्टात्रिंशत् नवत्रिंशत् चत्वारिंशतिः एकचत्वारिंशत् द्विचत्वारिंशत् त्रिचत्वारिंशत् चतुश्चत्वारिंशत् पञ्चचत्वारिंशत् षट्चत्वारिंशत् सप्तचत्वारिंशत् अष्टचत्वारिंशत् नवचत्वारिंशत् पञ्चाशत् तत्र त्रिंशत् चत्वारिंशत् पञ्चाशत् इति तकारान्ताः अनन्तरं सर्वे इकारान्ताः सन्ति विंशतिः षष्टिः सप्ततिः अशीतिः नवतिः इकारान्ताः ह्रस्व इकारान्ताः केवलं त्रिंशत् चत्वारिंशत् पञ्चाशत् इति तकारान्ताः सन्ति यु केच् द ट्रेन्स् इस् वेरि ईज़ी नो प्राब्लम् न कापि समस्या अस्तु इदानीं पुस्तकं समापयन्तु पिदधन्तु पुस्तकं पिदधतु एकवारम् अभ्यासं कुर्मः अस्तु एकम् एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश विंशतिः एकविंशतिः द्वाविंशतिः त्रयोविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः नवविंशतिः त्रिंशत् एकत्रिंशत् द्वात्रिंशत् त्रित्रिंशत् त्रीणि त्रिंशत् त्रयस्त्रिंशत् त्रयस्त्रिंशत् चतुस्त्रिंशत् पञ्चत्रिंशत् षट्त्रिंशत् सप्तत्रिंशत् अष्टात्रिंशत् नवत्रिंशत् चत्वारिंशत् एकचत्वारिंशत् द्विचत्वारिंशत् चतुश्चत्वारिंशत् पञ्चचत्वारिंशत् षट्चत्वारिंशत् सप्तचत्वारिंशत् अष्टचत्वारिंशत् नवचत्वारिंशत् पञ्चाशत् एकं द्वि त्रीणि त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश विंशतिः एकविंशतिः द्वाविंशतिः त्रयोविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः नवविंशतिः त्रिंशत् एकत्रिंशत् द्वात्रिंशत् त्रयस्त्रिंशत् चतुस्त्रिंशत् पञ्चत्रिंशत् षट् षट्त्रिंशत् सप्तविंशत् सप्तत्रिंशत् सप्तत्रिंशत् अष्टात्रिंशत् नवत्रिंशत् चत्वारिंशत् एकचत्वारिंशत् द्विचत्वारिंशत् अत्र अस्ति किं चत्वारिंशत् अहम् उक्तवती द्विचत्वारिंशत् तर्हि अत्र चत्वारिंशत् अनन्तरं सर्वं सामान्यमस्ति सामान्यं त्रिचत्वारिंशत् तत्र मूलमस्ति द्वि त्रि अग्रे अग्रे गत्वा सर्वत्र द्वि त्रि चत्वारिंशत् पर्यन्तं तत्र किञ्चित् अस्ति पञ्चाशत् द्वे त्रीणि चत्वारि पञ्च षोड षट् सप्त अष्ट नव दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश सप्तदश अष्टादश नवदश विंशतिः नवदश नवदश विंशतिः एकविंशतिः द्वाविंशतिः त्रिविंशतिः चत्वारिंशति चतुर्विंशति पञ्चविंशति षड्विंशति सप्तविंशति अष्टाविंशति नवविंशति त्रिंशत् एकत्रिंशत् द्वित्रिंशत् द्वात्रिंशत् चतुस्त्रिंशत् पञ्चत्रिंशत् षट्त्रिंशत् सप्तत्रिंशत् अष्टत्रिंशत् अष्टात्रिंशत् नवत्रिंशत् चत्वारिंशत्तिः चत्वारिंशत् एकचत्वारिंशत् द्विचत्वारिंशत् त्रिचत्वारिंशत् चतुश्चत्वारिंशत् पञ्चचत्वारिंशत् षट्चत्वारिंशत् सप्तचत्वारिंशत् अष्टचत्वारिंशत् नवचत्वारिंशत् पञ्चाशत् पञ्चाशत् अस्तु समीचीनमस्ति तर्हि एकस्मिन् अस्मिन् सप्ताहे पञ्चाशत् पर्यन्तं मनसि स्थापयन्तु सम्यक् अस्ति वा अस्तु पञ्चाशत् इदानीम् अग्रे सरेम सङ्ख्याविषये शृण्वन्तु यतोहि अत्र लिखितं नास्ति सङ्ख्याविषये चत्वारि पर्यन्तं त्रिषु लिङ्गेषु भवति त्रिषु लिङ्गेषु भवति अनन्तरं पञ्चतः तत्र पञ्चतः अग्रे परिवर्तनं नास्ति इति अभ्यासपुस्तके वयं दृष्टवन्तः एकः एका एकम् अनन्तरं द्वौ द्वे द्वे द्वौ हस्तौ द्वे महिले द्वे भवने द्वौ द्वे द्वे तर्हि एकः एका एकं द्वौ द्वे द्वे अनन्तरं त्रयः तिस्रः त्रीणि त्रयः तिस्रः त्रीणि अनन्तरं चत्वारः चतस्रः चत्वारि चतस्रः चत्वारि चतस्रः एकः एका एकं द्वौ द्वे द्वे त्रयः तिस्रः त्रीणि चत्वारः चतस्रः चत्वारि एकः एका एकम् एकः एकः एकं द्वौ द्वे द्वे अनन्तरं त्रयः तिस्रः त्रीणि चत्वारः चतस्रः चत्वारि अनन्तरं पञ्च षट् सप्त अष्ट नव दश एकादश सर्वं समानमस्ति अनन्तरं अनन्तरम् एतत् ज्ञातव्यमस्ति यत् विंशतिः विंशतिः इत्यस्मात् अग्रे इदानीं विंशतिः किमपि अस्ति तु बहुवचनम् अस्ति खलु बहुवचनं बहुवचनमस्ति एव सङ्ख्याः विशेषणानि सन्ति विशेषणमस्ति अतः नाम एकः पुरुषः एका महिला एकं यानं विशेषणमस्ति अतः विशेषणविशेषभावः अस्ति अवगतं वा सामान्यतया विशेषणविशेषभावः यत्र अस्ति तत्र वचनानुसारम् अपि परिवर्तनं भवति खलु इदानीं विंशतिः इत्यस्मादग्रे तत्र शतपर्यन्तं सर्वाः सङ्ख्याः स्त्रीलिङ्गवाचकाः स्त्रीलिङ्गे सन्ति नित्यं स्त्रीलिङ्गे सन्ति तत्र लिङ्गपरिवर्तनं न भवति यथा मतिः अस्ति तथा विंशतिः अस्ति स्त्रीलिङ्गशब्दः स्त्रीलिङ्गशब्दः अपि च नित्यम् एकवचने अस्ति तर्हि विंशतिः जनाः यदि मतिः मतयः विंशतयः इति न वदामः विंशतयः जनाः इति न वदामः विंशतिः इत्यस्मात् आरभ्य अग्रे शतपर्यन्तं स्त्रीलिङ्गशब्दाः अस्तु एकनिमेषः अहं वचनं वदामि विंशतिः इत्यस्मात् आरभ्य सर्वाः सङ्ख्याः एकवचनान्ताः एकवचने एव विंशतिः इत्यस्मादारभ्य सर्वाः अनन्तपर्यन्तम् एकवचने एव एकवचने बहुवचने न एकवचने यथा मतिः मती मतयः अत्र न भवति केवलं विंशतिः केवलं विंशतिः इति स्त्रीलिङ्गे एकवचने तर्हि विंशतिः इत्यस्मात् आरभ्य सर्वाः सङ्ख्याः एकवचनान्ताः अपि च विंशतिः इत्यस्मात् आरभ्य नवनवतिः पर्यन्तं स्त्रीलिङ्गे नवनवतिपर्यन्तं स्त्रीलिङ्गे शत इत्यस्मात् आरभ्य नपुंसकलिङ्गे एकवचने शतं शत इत्यस्मात् आरभ्य एकवचने नपुंसकलिङ्गे शतं जनाः शतं जनाः पर्यन्तं नवनवतिः जनाः नवनवतिः जनाः एकवचने स्त्रीलिङ्गे नवनवतिः पुरुषाः अतः यथा मतिशब्दः तत्र विभक्तिरूपाणि अपि सन्ति यथा मतिशब्दः एकवचने भवति तथैव नवतिशब्दः भवति विंशतिशब्दः भवति विंशतिः विंशतिः जनाः सन्ति अहं विंशतिं जनान् पश्यामि अहं विंशत्या जनेन सह गच्छामि अहं विंशतये जनेभ्यः भोजनं ददामि इति एतत् सर्वं भवति अत्र वस्तुतः अग्रिमे पुस्तके एतत् सर्वम् अस्ति अस्मिन् पुस्तके नास्ति किन्तु अहम् उक्तवान् विशेषणमस्ति किन्तु कुत्रचित् विशेषण संस्कृतभाषायां कुत्रचित् विशेषणविशेष्यभावः न भवति. विशेषणम् अस्ति चेदपि, विशेषणम् अस्ति किन्तु विशेषणविशेष्य अभाव नाम विशेष्यं विशेष्य अनुगुणं विशेषण अनु परिवर्तनं सर्वत्र न भवति. चत्वारि पर्यन्तं पूर्णतया विशेषणविशेष्यभावः अस्ति. वचनम् अपि च लिङ्गं विभक्तिः चत्वारि पर्यन्तं. विंशतिं विभक्तिः अस्ति किन्तु लिङ्गपरिवर्तनं नास्ति, अपि च वचनपरिवर्तनं नास्ति. लिङ्ग किन्तु विभक्तिः अस्ति. विशेषणविशेषभावः भवति केवलं विभक्तिविषये. केवलं विभक्तिविषये. तर्हि अत्र अभ्यासः अस्ति. प्रथमं पश्यतु धेनुः. एकः धेनुः. हा समीचीनमस्ति. द्वितीयं संस्काराः. एकः धेनुः अथवा एकः अक्षमतः धेनुः इति स्त्रीलिङ्गशब्दः अस्ति. धनुः अस्ति. एकः धनुः. हा अस्तु. संस्काराः भगिनि वदतु. फस्ट् वन् इस् एकः धनुः. अत्र पञ्च षोडशः संस्काराः न अत्र अत्र पञ्च इत्यस्मात् आरभ्य किमपि परिवर्तनं न भवति. षोडश सङ्ख्या अस्ति. षोडश यत्किमपि अस्ति, लिङ्गं यत्किमपि भवतु, षोडश इति एव अस्ति. वदतु. षोडश संस्काराः. तृतीयं किन्तु भवान् उक्तवान् विंशति पर्यन्तं सर्वे नवतिः विंशति इत्यस्मात् आरभ्य केवलं स्त्रीलिङ्गं. हा तत्र नाम स्त्रीलिङ्ग ईकारान्त शब्दः विंशतिः इत्यस्मात् आरभ्य स्टार्टिङ्ग् वित् विंशतिः. अत्र षोडश अस्ति. विंशतिः इत्यस्मात् आरभ्य नव नव. भवान् अपि उक्तवत् पञ्च अनन्तरं किमपि यथा चत्वारि पर्यन्तं त्रिषु लिङ्गेषु भेदः अस्ति. एकः एका एकं द्वौ द्वे द्वे त्रयः. भवान् उक्तवान् यत् पञ्च अनन्तरं भेदः नास्ति. नाम रूपपरिवर्तनं न भवति. रूपपरिवर्तनं न भवति पञ्च इत्यस्मात् आरभ्य. रूपपरिवर्तनं न भवति. आम् एकः सारथिः. दश इन्द्रियाणि. पञ्च द्वे अयने. अग्रे अयनम् अयनम् अस्ति खलु नपुंसकलिङ्गशब्दः. अग्रे आश्रमाः. चत्वारि इति नपुंसकलिङ्गे अस्ति. आश्रमः नपुंसकलिङ्गशब्दः अस्ति चेत् एक नपुंसक पुल्लिङ्गशब्दः. चत्वारः चत्वारः पाशमाः अग्रे पञ्च कर्मसिद्धिकारणानि अशीति योद्धाः अशीतिः अशीतिः अष्टवसवः द्विचत्वारिंशतिः द्विचत्वारिंशत् अश्वाः एकादश ऋतवः अत्र अत्र एकवचने शब्दः कः एकवचने रतिः ऋतवः ऋतुः अत्र शब्दः अस्ति ऋतुः षट् ऋतवः चतुष्पञ्चाशत् इषवः सत्यम् इषवः इत्युक्ते इषुः द्रष्टव्यमस्ति न स्मर्यते इषुः अष्टादश अध्यायाः अष्टादश अध्यायाः षट्सप्ततिः गजाः त्रीणि नेत्राणि त्रीणि नायकाः स्वपुलिङ्गत्रयः त्रयः नायकाः सप्तविंशतिः जन्मनक्षत्राणि द्वात्रिंशत् दन्ताः सत्यम् षण्णवतिः स्यन्दनानि आदित्याः द्वादश आदित्याः चत्वारि युगानि द्वे पक्षौ पक्षः इति शब्दः पक्षः पक्षौ सहायं द्वौ पक्षी इति पुल्लिङ्ग अस्ति पक्षीशब्दः पक्षीशब्दः अग्रे वयं ज्ञास्यामः पक्षीशब्दः नकारान्तशब्दः अस्ति मूलरूपमस्ति पक्षिन् पुल्लिङ्गशब्दः पक्षी पक्षिणौ पक्षिणः पक्षिणं पक्षिणौ पक्षिणः तत्र यथा गुणीशब्दः तत्र यस्य पक्षः अस्ति यस्य पार्श्वे पक्षः अस्ति सः पक्षी नकारान्तशब्दः अस्ति इदानीं विषयः नास्ति अष्टादश पुराणानि षट् रमाः रसाः षट् रसाः पञ्च प्राणाः चतुर्दश मनवः त्रयस्त्रिंशत् देवताः पुनः त्रयस्त्रिंशत् देवताः अस्तु समीचीनमस्ति एतत् कृत्वा अग्रे सरेम अग्रे अभ्यासः भविष्यति अत्र अत्र सेनाविषयः अस्ति अस्मिन् नाम सेनाविषये किञ्चित् त्यजाम एतानि वाक्यानि एतानि वाक्यानि सावधानतया पठत अवगच्छत च कृष्णः अर्जुनम् उपदिशति ओहो एतत् न कुर्मः नूतन नूतन अध्यायः अस्ति अस्तु किं कुर्मः दशनिमेषाः सन्ति मया उक्तं पञ्चाशत् पर्यन्तम् अग्रे अग्रे सरेम एकवारं नाम सङ्ख्याः ज्ञातव्याः सन्ति केवलं पुटद्वयमस्ति पृष्ठद्वयमस्ति केवलं तर्हि पञ्चाशत् पर्यन्तं वयं दृष्टवन्तः ततः अग्रे बहु सुलभमस्ति काठिन्यं किमपि नास्ति काठिन्यं भवति चत्वारिंशत् पर्यन्तं चत्वारिंशत् पर्यन्तं काठिन्यमस्ति तदनन्तरं नियमितरूपेण सर्वम् उपरि उपरि गच्छति तर्हि एकवारं वदामः एकपञ्चाशत् द्विपञ्चाशत् त्रिपञ्चाशत् चतुष्पञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशत् अष्टपञ्चाशत् नवपञ्चाशत् षष्टिः तत्र किमपि नास्ति खलु किमपि नास्ति अग्रे एकषष्टिः द्विषष्टिः त्रिषष्टिः चतुःषष्टिः पञ्चषष्टिः षट्षष्टिः सप्तषष्टिः अष्टषष्टिः नवषष्टिः सप्ततिः तत्रापि किमपि नास्ति अस्ति वा किमपि नास्ति अग्रे एकसप्ततिः द्विसप्ततिः त्रिसप्ततिः चतुस्सप्ततिः पञ्चसप्ततिः षट्सप्ततिः सप्तसप्ततिः अष्टसप्ततिः नवसप्ततिः अशीतिः तत्रापि किमपि नास्ति अस्ति वा किमपि नास्ति अत्र अशीतिः इत्यस्य प्रथमवर्णः अकारः अतः सन्धिः भवति सन्धिः भवति नाम एक एक प्लस् अशीतिः अ प्लस् अ द्वि प्लस् अशीतिः अतः एकाशीतिः द्वि प्लस् अशीतिः द्वि द्वि इत्यस्य इकारः प्लस् अशीतिः इत्यस्य अकारः इस्थाने य इति अग्रे गत्वा नाम सन्धिनियमाः ये सन्ति वयं यास्यामः किन्तु अत्र यत्र इ इत्यस्य स्था अनन्तरम् अ अस्ति तत्र इ स्थाने य इति नियमः अस्ति अतः द्व्यशीतिः द्व्यशीतिः वदन्तु अस्तु एकाशीतिः द्व्यशीतिः त्र्यशीतिः द्व्यशीतिः एतत् द्व्यशीतिः अस्ति द्व्यशीतिः त्र्यशीतिः त्रय इति नास्ति खलु त्रय तत्र यकारः अनन्तरम् अकारः त्रय द्व्य त्रय त्र्यशीतिः चतुः प्लस् अशीतिः विसर्गस्य स्थाने रेफः चतुरशीतिः चतुरशीतिः अनन्तरं प पञ्च प्लस् अशीतिः अकार अकारः आकारः पञ्चाशीतिः इदानीं षट् प्लस् अशीतिः ट स्थाने ट षडशीतिः सप्ताशीतिः अष्टाशीतिः नवाशीतिः नवतिः पुनः वदामः एकाशीतिः द्वयशीतिः त्र्यशीतिः चतुरशीतिः पञ्चाशीतिः षडशीतिः सप्ताशीतिः अष्टाशीतिः नवाशीतिः नवतिः अस्तु अग्रे एकनवतिः द्विनवतिः त्रिनवतिः चतुर्नवतिः पञ्चनवतिः षण्णवतिः तत्र सन्धिः अस्ति षट् प्लस् नवतिः षण्णवतिः सप्तनवतिः अष्टनवतिः नवनवतिः शतं बस् तावदेव अस्ति अस्तु पञ्चनिमेषाः सन्ति एकवारं वयं कुर्मः शतपर्यन्तम् एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश विंशतिः एकविंशतिः द्वाविंशतिः त्रयोविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः षड् अस्ति खलु षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः नवविंशतिः त्रिंशत् एकत्रिंशत् द्वात्रिंशत् त्रयस्त्रिंशत् चतुस्त्रिंशत् पञ्चात्रिंशत् पञ्चत्रिंशत् षट्त्रिंशत् सप्तत्रिंशत् अष्टात्रिंशत् नवत्रिंशत् चत्वारिंशत् चतुर्विंशत् चत्वारिंशत् एकचत्वारिंशत् द्विचत्वारिंशत् त्रिचत्वारिंशत् चतुश्चत्वारिंशत् पञ्चचत्वारिंशत् षट्चत्वारिंशत् सप्तचत्वारिंशत् अष्टचत्वारिंशत् नवचत्वारिंशत् पञ्चाशत् एकपञ्चाशत् द्विपञ्चाशत् त्रिपञ्चाशत् चतुष्पञ्चाशत् पञ्चपञ्चाशत् षट् पञ्चाशत् सप्तपञ्चाशत् अष्टपञ्चाशत् नवपञ्चाशत् षष्टिः एकषष्टिः द्विषष्टिः त्रिषष्टिः चतुष्षष्टिः चतुष्षष्टिः पञ्चषष्टिः षट्षष्टिः सप्तषष्टिः अष्टषष्टिः नवषष्टिः सप्ततिः एकसप्ततिः द्विसप्ततिः त्रिसप्ततिः चतुस्सप्ततिः पञ्चसप्ततिः षट् सप्ततिः सप्तसप्ततिः अष्टसप्ततिः नवसप्ततिः अशीतिः अशीतिः अशीतिः एकाशीतिः द्व्यशीतिः त्र्यशीतिः चतुरशीतिः चतुराशीतिः चतुरशीतिः पञ्चाशीतिः षड्शीतिः षडशीतिः षड् षडशीतिः सप्ताशीतिः अष्टाशीतिः नवशीतिः नवाशीतिः नवतिः एकनवतिः द्विनवतिः त्रिनवतिः चतुर्नवतिः पञ्चनवतिः षण्णतिः षण्णवतिः सप्तनवतिः अष्टनवतिः नवनवतिः शतम् अभिनन्दनानि बहु सम्यक् अस्ति अस्तु तर्हि अस्य गृहपाठः अस्मिन् सप्ताहे मतिशतपर्यन्तं देवशब्दः इत्यस्मादारभ्य मतिशतपर्यन्तम् अपि च शतपर्यन्तम् एकस्मात् आरभ्य शतपर्यन्तम् अन्यायः तु नास्ति अस्तु नमस्कारः